इदानीं पर्यन्तं हल् सन्धि इति विषये अस्माकं पाठद्वयं समाप्तं. तत्र प्रथमपाठः आसीत् पदान्ते यदि हल् वर्णः अस्ति, पदान्ते यदि हल् सन्धेः अवकाशः भवति तर्हि नियमाः के के सन्ति इति अस्ति. द्वितीयपाठः अस्ति यत् यदि झलि परे अस्ति, हल् वर्णस्य हल् वर्णात् परे झल् वर्णः अस्ति, झल् वर्णः अपि सकारः इति अस्ति चेत् कार्याणि कानि कानि भवन्ति इति अस्माभिः पठितम्. इदानीम् अस्माकं हल् सन्धिः तृतीयः भागः अस्ति, यत्र वयं द्रक्ष्यामः यत् हल् परे यदि तकारः अथवा थकारः स्तः चेत् किं किं भवति, कार्याणि कथं भवन्ति, नियमाः के के सन्ति इति वयं पठामः. अस्तु, तर्हि मदर पठतु. एतावत् अस्माभिः द्रष्टुं यत् धातुपाठे हल् हलन्तधातुभ्यः साधिः साधिः साधिः दाधि च प्रत्ययः विहितः चेत् हल् सन्धिः भवति. प्रत्ययः वादिः मादिः व्रादिः चेदपि कुत्रचित् भवति. प्रथमपाठे हलन्तेभ्यो धातुभ्यो लङ् लकारस्य सकारप्रत्ययः सकारप्रत्ययः चेत् अनयोः योजनविधिः अवलोकितः. द्वितीयपाठे हलन्तेभ्यो धातुभ्य सकारादिप्रत्ययानां योजनविधिः लङ् लकारस्य सकारप्रत्ययम् अतिरिच्य अलोकितः. अधुना तृतीयपाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां सकारादिप्रत्ययानां च योजनविधिः लङ् लकारस्य सकारप्रत्ययम् अतिरिच्य परिशीलयामः. इदानीं सकारादिप्रत्ययानां योजनविधिः पश्यामः. द्वितीयः चतुर्दशविभागेषु विभक्तः हलन्तेभ्यो धातुभ्यो न प्राप्तमपि, सारि क्षम्यतां महोदय, मेल् द्वारा गच्छति चेत् न प्राप्तं, धातुपाठ द्वे एव अत्र करपत्रं धातुपाठे द्वितीयपाठे एव अस्ति अत्र भवति. ओ न किम्, ओ एवं वा, अस्तु अस्तु अस्तु, क्षम्यताम्. तत्र सैड् बार् मध्ये गच्छतु, अत्र वा सैड् बार् तु अस्ति वा, अत्र अस्ति खलु, पूर्वमेव प्रेषयामि, चाट् मध्ये प्रेषयामि प्रायः. भगिनी अत्र पश्यतु, धातुविज्ञानं वन्, धातुविज्ञानं टु, धातुविज्ञानं त्री अस्ति खलु, अत्र क्लिक् करोतु, धातुविज्ञानं त्री लेफ्ट् सैड् मध्ये. विजि महोदय, अहं भवत्याः प्रति मेसेज् करोमि, तत्र चाट् मध्ये एव. क्षम्यताम् किं भवति अत्र, कापि पेस्ट् न भवति वा तत्र किं, विजि महोदय, तत्र भवती जाल्पुटे अस्ति खलु, मेल् द्वारा प्रेषयतु, मेल् एक मेल् द्वारा प्रेषयामि. इदानीं मया प्रेषितम्, एकनिमिषम्. अन्येषां प्रति अस्ति खलु परपत्रम्? मम कृते अपि न आगतवती, न आगतम्. अच्छा, मया इदानीं प्रेषितं पुनः सर्वेषां प्रति, तत्र अहं पश्यामि, पश्यतु अन्तर्जु, इदानीं पश्यामि. प्राप्तं महोदय. अस्तु, धन्यवादः. तर्हि मदर् महोदय अग्रे पठतु. प्रथम अलङ्केभ्यो धातुभ्यो लङ् लकारस्य लकारप्रत्ययः सकारप्रत्ययचेतनयोः योजनविधिः. द्वितीय अलङ्केभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः. अलङ्केभ्यो धातुभ्यः सकारादीनां प्रत्ययानां सकारादीनां प्रत्ययानां च योजनविधिः. अलङ्केभ्यो धातुभ्यो दकारादिप्रत्ययानां योजनविधिः. तर्हि चतुर्षु अयं पाठः तृतीयः. हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां सकारादिप्रत्ययानां च योजनविधिः. लङ् लकारस्य सकारप्रत्ययम् अतिरिच्य परिशील्यते. इदानीं लङ्लकारस्य लङ्लकारस्य सकारप्रत्ययं विहाय अन्यत्र यत्र यत्र सकारादि अथवा थकारादिप्रत्ययः अस्ति चेत् धातोः छल् वर्णात् परे किं किं भवति इति वयम् इदानीं द्रक्ष्यामः. अस्तु, मीना महोदय पठतु अग्रे. भवतः श्रूयते वा? श्रूयते वा? मम ध्वनिः श्रूयते वा? श्रूयते. हलन्तधातुभ्यः तादिप्रत्ययः थादिप्रत्ययः चेत् अष्टसम्भावनाः. येषु अष्टसु विभागेषु स्मरणीयं यत् न भगिनी अत्र ये ये इति प्रथम ये इति बिन्दुः अस्ति खलु ये विधेयकचतुर्षु समाप्तं पठितं किल परिशील्यते. बि बि बितः अस्तु अस्तु बि एव अहं पठामि इदानीं. क्षम्यतां भगिनि. तकार तकारौ खर् प्रत्याहारे स्तः, अतः बहुत्र करि च इत्यनेन छत्वसन्धेः प्रसङ्गः. तकारतकारौ प्रथमं तकारतकारौ खर् प्रत्याहारे स्तः अतः ओके तकारतकारौ हल् प्रत्याहारे स्तः अतः यत्र झलि इति सूत्रेषु अनुवर्तते तत्र तकारतकारे च परे सूत्रस्य प्रसङ्गः. तत्र तकारसकारः खरप्रत्याहारे अपि स्तः अतः खरी च सूत्रस्य प्रसक्तिः भवति, अपि च झल् प्रत्याहारे अपि स्तः अत्र अतः यत्र यत्र झलि इति निमित्तम् अस्ति तत्र अपि तयोः प्रसक्तिः भवति, तत्र तकारसकारकृते कार्यं भवति इति. झलि इति तत् अन्यसूत्रं वा किं झलि? न झल् यत्र यत्र सूत्रे यस्मिन् यस्मिन् सूत्रे झलि इति निमित्तम् अस्ति तत्र तत्र अत्र तस्य सूत्रस्य कार्यं भवति यतोहि तकारथकारः अपि झलि स्तः खलु. झलि इति धात्वं ते वर्गस्य प्रथमः द्वितीयः तृतीयः वर्ग वर्णः येषु अन्यतमश्चेत् धात्वं ते चत्वं करि च प्रथमद्वितीयतृतीयवर्णः येषु अन्यतमश्चेत् धात्वं ते चत्वं करि च करि च ले लेख् योगः ति ले लेख् योगः ति ले लेख्सि च झ चकार जकारः ककारः भवति चोकुः करि च भञ्ज् योगः तः भुञ्ज् भुञ्ज् योगः तः जकारः ककारः भवति भुङ् योगः तः गकारः भवति ककारः तृतीय चोकुः अस्ति खलु. किं किं भवति जकारः गकारः भवति चोकुः सूत्रेण अनुस्वारः भुङ् भुङ् योगः तः तदनन्तरं करि च भुङ्क् योगः तः भुङ्क्तः किन्तु व्रश्च ब्रश्च नाट् अगेन् व्रश्च ब्रश्च सृज मृज यज राज ब्राज शः यायज् योगति यायज् योगहति यायष् योगहति यायष्टि यायच् यश्च यश्च ब्रश्च व्रश्च ब्रश्च सृज मृज यज यज इति चषांशः तत्र यायश् योगहति यायष्टि वाव्रश् योगहति तकारस्य तकारः केन सूत्रेण भवति श्रूयते महोदय एकनिमेषः यस् तत्र मीनामहोदय मीनामहोदयां प्रति मम प्रश्नः अस्ति अतः मीनामहोदय वदति श्रूयते वा मीनामहोदय न्यूनं श्रूयते यायश् योगः ति मध्ये यायष्टि इति भवति तकारः कथं भवति तकारः अग्रे प्रथमं या यायष् योगः ति भवति तदनन्तरं शृणास्तुः यायष्टि भवति वाव्रश् इति योगः ति वाव्रच् योगः ति वाव्रच् शकारलोपः भवति वा वाव्रच् केन सूत्रेण केन सूत्रेण शकारलोपः व्रश्च ब्रश्च शः भवति स्थोस्तुडन्नासिकस्य अत्र अत्र चकारः नास्ति खलु चकारः अस्ति चकारः अस्ति अत्र शकारः वस्तुतः सकारः अस्तिः वा स्तुनाष्टुः इति सूत्रेण लोपः किमपि न भवति किं सूत्रेण महोदय तत्र शकारः वस्तुतः सकारः अस्ति सकारः चकारः संयोगः तदनन्तरं झल् अस्ति चेत् केन सूत्रेण सकारस्य लोपः भवति संयोगान्तस्य लोपः अवगच्छति खलु पूर्णसूत्रमहं कोः संयोगाद्योरन्ते च इति सूत्रमस्ति संयोगान्ते च सूत्रस्य अर्थं वदतु सूत्रं किं वदति अहं सूत्रं अत्र नास्ति मम करपत्रे खलु कोः संयोगाद्योरन्ते च इति अस्माभिः बहुवारं पठितम् इदानीम् इदानीं वदतु तस्य अर्थं किम् संयोगान्तस्य लोपः किल संयोगान्तस्य लोपः तद्भिन्नं सूत्रमस्ति तत्र सूत्रं कुत्र अस्ति भगिनि महोदय कुत्रापि नास्ति चेत् भवती वदतु पूर्णसूत्रं विस्मृतवती अहं वदामि खलु कोः संयोगाद्योरन्ते च 8-29 भगिनि कोः संयोग आद्योरन्ते च किं वदति सूत्रे एव अत्र अर्थः अस्ति सूत्रे एव सूत्रमकां सम्यक् न श्रूयते कोः संयोगाद्योः समं समम् एतदेव सकार ककारयोः कोः संयोगान्तस्य लोपः वा तस्मात् शकारः लोपः न संयोगस्य प्रथमसदस्य यदि सकारः अथवा कवर्गीयवर्णः अस्ति चेत् तत्र पदान्ते अथवा झलि परे तस्य प्रथमसदस्यस्य लोपः भवति. ओ तत् झलि परे इति चकारे तु झलि परे इच्छे चकारात् चकारात् झल् वर्णः अस्ति चेत् तस्मात् संयोगात् इस् इच्छे अस्ति तत् तस्मात् शकारः लोपः वा स्वा व्रच् भवति वा व्रच् योगः अस्ति तदनन्तरं व्रश्च व्रश्च सूत्रेण वा व्रश् योगः अति वा व्रश् देन् स्टोष्टु नाष्टुः इति सूत्रेण वा वृष्टि ककरि च ईद् ते ईद् ते ईद् योगः ते भवति केन सूत्रे स्टोष्टु नाष्टुः केवलं स्टुनाष्टुः अस्ति स्तोः स्टुनाष्टुः नास्ति ईद् ते ईद् ईद् ते ईद् ते ईद् ते वर्णमेलनेव तत्र तथ तथ द भवति करि च अगेन् अद्य योगति योगः अति अत्ति तत्र करि च दकारः तकारः भवति अत्ति जरो जरि सवर्णे इत्यनेन हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णझरिपरे छिन्द् योगः तः छिन्द् योगः तः करि च छिन्द् निमागमः भवति च भवति वा न चिन्त भवति अत्र अत्र करि च वा चिन्तयोगः च चिन्तः चिन्तः चिन्तः तर्हि तत्र पश्यतु छिन्दयोगः तः मध्ये प्रथमं खरीच इत्यनेन तकारस्तकारः भवति छिन्तयोगः तः तदनन्तरम् अनुस्वारस्य नकारः केन सूत्रेण भवति चिन्तः अनुस्वारः तत्र न भवति नकारस्य नकारः भवति केन सूत्रेण भवति केन सूत्रेण भवति नश्च पदान्तस्य चलि अनुस्वारस्य अनुस्वारस्य ये परसवर्णः इति सूत्रेण नकारः भवति तर्हि इदानीं स्थितिः का अस्ति छी नकारः तकारः तकारः खलु तर्हि अत्र एकं सूत्रमस्ति झरो झरि सवर्णे तर्हि हल् वर्णः अस्ति अत्र नकारः हल् वर्णः अस्ति खलु तस्मात् अनन्तरं यदि झर् प्रत्याहारस्य वर्णः अस्ति झर् तकारझर् प्रत्याहारस्य वर्णः अस्ति तस्य अनन्तरं यदि सवर्णझर् प्रत्याहारस्य वर्णः अस्ति तकारात् परे पुनः तकारः अस्ति खलु तकारः तकारस्य सवर्णवर्णः अस्ति खलु अतः तत्र किं भवति तत्र विकल्पेन तत्र मध्ये यः झर् वर्णः अस्ति तस्य लोपः भवति अतः एकरूपम् अस्ति छिन्तः यत्र तकारद्वयं भवति अन्यरूपम् अस्ति छिन्तः यत्र तकार एकमेव तकारः अस्ति रूपद्वयं भवति तत्र सूत्रम् अग्रे आगच्छति झरो झरि सवर्णे परन्तु इदानीमेव अहं वदामि छिन्तः अस्तु अग्रे मीना महोदय तेप् योगः तेप्ता एकसूत्रमेव तेप् तेप्ता अत्र धन्यवादः सुप्रश्नः अस्ति वा अत्र नास्ति न श्रूयते महोदय सम्यक्तया न श्रूयते न जानामि, प्रायः भवत्याः भवत्याः पार्श्वे अपि एव क्लेशः अस्ति, यतोहि अन्ये सर्वे श्रोतुं शक्नुवन्ति। भवती अपि भारतम् आगच्छतु, सम्यक्तया श्रोतुं शक्नोति। भगिनी मीना भगिनी आगन्तुं शक्यते वा? आगच्छामि, अस्मिन् वर्षे न आगच्छामि, वर्गार्थम् आगच्छतु। अस्तु अग्रे रघुपतिमहोदय अग्रे पठतु। हा महोदय, तत्र धात्वन्ते वर्गस्य चतुर्थवर्णः चेत् प्रत्यादौ त थ इत्यनयोः धकारः जशस्ततोर्धो जशस्ततोर्धः इति जशस्ततोर्धोर्धः इति आसन्तु धात्वन्ते जशस्ततो ततोः अधः इति अर्थ दोः अधः अर्थ धात्वन्ते जस्त्वं जलां जस् जषि यथा दोघ् योग ति इदानीं जशस्ततो धो जतस्ततो धो द इत्यनेन दोघ् योग धि इति भवति धोगयोगधी चतुः धोर् धोः द अस्तु धी अस्तु धी तकार धी इति भवति इदानीं धोग् धी इति अस्ति जलां जस् जषि इत्यनेन तत्र जस्त्वं गकारस्य तृतीय गकारः भवति अतः तत्र महाप्राणस्य अल्पप्राणः भवति धोग् धी धोग् धी इति भवति। तर्हि अत्र नूतनसूत्रं झषस्ततोर्धोदः सूत्रं किं वदति? यदि झष् प्रत्याहारस्य वर्णः अस्ति, झष् प्रत्याहारः इत्युक्ते किं महोदय? झष् इत्युक्ते झभै गडधश् इति तत्र झभै चतुर्थवर्णः तर्हि चतुर्थवर्णः अस्ति, तस्मात् अनन्तरं यदि तकारः अथवा थकारः अस्ति अतः तथोः इति लिखितमस्ति खलु, तर्हि तस्य तकारस्य अथवा थकारस्य धकारः भवति, धकारः भवति झष् परे तकारस्य थकारस्य धकारः भवति। कुत्र न भवति? अधः, अधः, अधः इत्युक्ते धा धातु कृते धा धातु, तत्र धा धातु मध्ये यदि किमपि आगच्छति चेत् तत्र न भवति, तत्र अग्रे आगच्छति। परन्तु इदानीं केवलं चिन्तयतु यत् झष् प्रत्याहार नाम वर्गीयचतुर्थव्यञ्जनात् परं यदि तकारः अथवा थकारः अस्ति चेत् तकारथकारस्य स्थाने धकारः भवति। अत्र दोघ् मध्ये घकारः चतुर्थवर्णः अस्ति खलु, तस्मात् परे तकारस्य धकारः भवति दोग्धि। तदनन्तरं जष्टुसन्धि अस्ति खलु, झलां चष्टषि इत्यनेन तृतीयवर्णः भवति दोग्धि इति। श्रावसन्ति वा महोदय? सूत्रसङ्ख्या जश तत्रः कुत्र सङ्ख्या टु मध्ये अस्ति, जि जलां जलां जश् जशि एतत् सूत्रसङ्ख्या 8 4 53 जशस्ततोर्धोदः इति अस्ति 8 2 40 झलां जश् जषि अस्ति 8 4 53 8 4 अन्ते भवति तत्र अन्ते अस्ति। अस्तु अग्रे महोदय। अस्तु अग्रे नकारान्त मकारान्तधातुभ्यः कित् नित् प्रत्ययः चेत् धातोः उपादायाः दीर्घत्वं भवति अनुनासिकस्य खिज्जलोः मिति इत्यनेन यथा शं योगात् त इति अस्ति अत्र शान्तः इति शाम् इति भवति शाम् इति दीर्घः भवति अनुनासिक मकार अनुनासिक अस्ति अतः जलि त इति जल् प्रत्याहारे अस्ति अतः तत्र उपादायाः दीर्घत्वं भवति श्याम् इति भवति अनन्तरं श्यामयुगत अत्र अनन्तरं नश्चापदार्थस्य जलि अपि च अनन्तरम् अन्न अनुस्वरसि परसवर्णचरणं शान्त इति भवति किन्तु पञ्चदशानां धातूनाम् अनुनासिकलोपः अस्तु अनुदात्तोपदेशवनतितनोति वनोति तनोति इत्यादीनाम् अनुनासिकलोपो जलिकिति यथा हन् योग तः अत्र तत्र अनुदात्त उपदेश अत्र वनति तनोति अनोतिद्यानाम् अनुनासिकलोपः भवति जलिपरे इति अतः हन् धातोः नकारस्य लोपः भवति जलिपरे तत्र हतः गम् गतः इति अग्रिमं पठामि वा महोदय एकनिमिषं तर्हि किमस्ति अत्र एकनिमिषं महोदय तर्हि अत्र पुनः नूतनं किमपि अस्ति किमस्ति नूतनं प्रायः अस्माभिः पूर्वं पठितं परन्तु बहु पूर्वं पठितम् अत्र नूतनम् इव एव अस्ति नकारान्त मकारान्तधातुः अस्ति तस्य अनन्तरं यदि कित्नित् प्रत्ययः अस्ति चेत् कित्नित् तर्हि एकं सूत्रमस्ति अनुनासिकस्य द्विझलो निति तर्हि अनुनासिकवर्णात् अनन्तरं यदि क्वि प्रत्ययः अस्ति झलादि कित्नित् प्रत्ययः अस्ति चेत् अनुनासिकवर्णं नाम अत्र नकार मकार तयोः अनन्तरं यदि क्वि प्रत्ययः अथवा झलादि कित्मित् प्रत्ययः अस्ति चेत् तत्र अनुनासिकवर्णस्य तत्र पूर्वं यत् उपधावर्णः अस्ति तस्य दीर्घत्वं भवति क्षं योगः तः अस्ति अत्र अनुनासिकवर्णः अस्ति खलु मकारः श्रूयते खलु आम् आं महोदय श्रूयते मकारः अनुनासिकवर्णः अस्ति तदनन्तरं तकार त इति प्रत्ययः अस्ति तत् झलादि अस्ति अपि च कित् अपि अस्ति तर्हि तत्र कित् अस्ति अतः उपधायाः दीर्घः भूत्वा श्याम् योगः त इति भवति तदनन्तरं नश्चापदान्तस्य झलि इत्यनेन मकारस्य अनुस्वारः अनुनुस्वारस्य अनुस्वारस्य ये परसवर्णः इत्यनेन परसवर्णनकारः शान्त इति भवति परन्तु पञ्चदशधातवः सन्ति यत्र वस्तुतः दीर्घत्वं न भवति परन्तु अनुनासिकलोपः भवति अनुदात्तोपदेश वनति तनोति आदीनाम् अनुनासिकलोपो झलिकिति सामान्यतया अनुनासिकवर्णपरे यदि क्वि प्रत्ययः अथवा झलादि कित्नित् प्रत्ययः अस्ति चेत् उपधायां दीर्घत्वं भवति परन्तु पञ्चदशधातवः सन्ति यत्र झलादि अथवा झलादि कित्नित् प्रत्ययः अथवा क्वि प्रत्ययः परे अस्ति चेत् उपधाया दीर्घः न भवति परन्तु तत्र अनुनासिकवर्णस्य लोपः भवति यथा हन् योगः तः अत्र हन् मध्ये अनुस्वार उपधायाः दीर्घत्वं न भवति परन्तु नकारस्य लोपः भवति हतः इति भवति गम् मध्ये अपि गतः इति एकमस्ति अस्तु अङ्गकार्यम् एतत् अङ्गकार्यम् एतत् सर्वम् अङ्गकार्यमस्ति सत्यम् अत्र सन्धिकार्यं नास्ति अङ्गकार्यमस्ति दीर्घ अग्रे भवति सम्यक् भवति हन् धातु अत्र उपधाया दीर्घं नास्ति वा नास्ति तत्र पञ्चदशधातवः सन्ति नकारान्तधातु धातु एव किल नकारं धातुः एव अस्ति परन्तु पञ्चदशधातवः सन्ति यत्र न उपधाया दीर्घं न भवति तेषु अन्यतमः हन् नास्ति तेषु अन्यतमः एकः अस्ति हन् एकः अस्ति कम् अग्रे आगच्छति अग्रे महोदय हा अस्तु सन्धिकार्यम् अस्तु अत्र अग्रे सन्धिकार्यं नश्चपदाञ्जलि अनुसरति परस्वर्णे शां योगतः शान्तः गम् योगतः गन्ता गम् योगता इति अस्ति अत्र गन्ता इति एकवारम् अस्तु गन्ता इति अग्रे महोदय तत्र गन्ता इति अत्र तत्र गन्ता इति प्रायः तत् कित् नास्ति इति कृत्वा लोपः न भवति खलु अत्र एकवारं महोदय तत्र शां हा क्षम्यताम् अनुवासिकस्य उपदाय न न गम् एव गता इति गन्ता इति अस्ति तत्र गता इति न भवति अत्र कित् प्रत्ययः नास्ति तृच् प्रत्ययः अस्ति इति कृत्वा वा अस्तु अस्तु अतः कित् नास्ति अतः जलि अस्ति तत्र कित् कित् जलि नास्ति अतः न भवति लोपः न भवति अस्तु यकारान्तधातूनां यकारलोपः लोपो महोदय हा महोदय तत्र त्रिच् प्रत्ययः नास्ति तत्र वस्तुतः अत्र लुण् लकारस्य प्रत्ययः अस्ति हा हा त्रिच् प्रत्ययः त्रिच् प्रत्ययः नास्ति तत्र अपि रूपं प्रथमाविभक्तिमध्ये ता एव भवति आमामां सत्यं तथा परन्तु तत्र वस्तुतः प्रत्ययः त्रि नास्ति हा नास्ति नास्ति नास्ति त्रिच् तृ एव भवेत् तत्र गन्तृ इति भवेत् गन्तृ अन्तर्गन्ता इति भवति अर्थः क्षम्यता तत्र लुट् ल हा यकारान्तधातूनां यकारलोपः लोपो बलि इत्यनेन जाहै योगति इति अस्ति अत्र जाहति इति भवति जाहै जहाति जाहति तर्हि जाहति इति एतत् जाहै इति कुतः महोदय तत्र जाहै योगति जाहै जाहति अस्तु जाहति तत्र यकारस्य वकारस्य लोपः भवति वल् प्रत्याहारपरे अस्ति चेत् सः लोपः भवति अस्तु दात् यकारस्य लोपः वलि वलि परे वल् वल् अस्ति अतः यकारस्य लोपः भवति इति अस्ति तकारः वल् प्रत्याहारे अपि अस्ति खलु आमां अग्रे धात्वन्ते षकारः चेत् षकारस्य तालव्यषकारस्य मूर्धन्यषकारः भवति व्रश्च भ्रश्च सृज मृज जयराज ब्राजश्च शांशः इत्यनेन तदा यदा तदा तकारथकारयोः स्तुत्वं वश्योगति अत्र षकारस्य तालव्यषकारस्य मूर्धन्यषकारः भवति अनन्तरं चुनाष्टुः इत्यनेन तत्र टवर्ग अतः वष्टि इति भवति षष्ट धात्वन्ते षकारः चेत् स्तुत्वम् एव द्वेष्योगति इति अस्ति तत्र षकारतकारयोः मेलनेन स्तुनाष्टुः इत्य द्वेष्टि इति सप्तमः बिन्दुः धात्वन्ते सकारः चेत् वर्णमेलनम् अस्योग आस्योग ते आस्ते अस्तु धन्यवादः एतावत्पर्यन्तं कस्यापि प्रश्नः अस्ति अस्तु तर्हि विजया महोदय अग्रे अष्टमबिन्दु जि अष्टमबिन्दु अस्तु जि तत्र धात्वन्ते हकारः चेत् हास्थाने डकारः लोपः तकार तकारयोः डकारः आगच्छति कोडः जशस्तदो दोदः सुनास्तुः दोडे लोपः एतत् सर्वं सूत्रं तत्र कार्यं करोति लिग् योगः ता अस्ति चेत् तत्र हकारस्य स्थाने डः ड इति भवति अनन्तरं तत्र लिख् पुगन्तलघुपदसि इति सूत्रेण गुणः भूत्वा अनन्तरं ता स्थाने डा भवति लेडा इति अन्तिमरूपं निष्पन्नं लिख् इति लिहयोगः प्रथमं किं भवति तत्र लिख् पुगन्तलघुपदस्य इति सूत्रेण लिक् वर्णस्य तत्र लेख् भवति लेख् भवति अनन्तरं होडः होडः इति सूत्रेण हकारस्य स्थाने हकारस्य स्थाने डकारः भवति तर्हि लेढ् योगः ता खलु आम् लेड योगः ता अग्रे डकारस्य लोप अनन्तरं न न न भवती वदतु लेढ् योगः ता इदानीं किम् लेडा योगः ता तत्र तत्र जशस्ततोर्दोर्दः इति सूत्रेण तत्र तत्र जस्त्वं भवति अत्र जस्त्वं भवति चेत् जस्त्वं न भवति तकारस्य धकारः भवति आम् तत्र आम् प्रथमतकारः द्वितीयतकारस्य स्थाने चतुर्थवर्णः भवति अतः तत्र लेडा योगः लेडा योगः दकारः भवति खलु गुणः पूर्वं भवति गुणः किमर्थं न भवति सः इति खलु तत्र नित् अस्ति खलु नित् अर्थः अस्ति खलु गुणः न भवति लीड् अत्र प्रत्यय ता अस्ति खलु न श्रूयते महोदय किमपि अत्र प्रत्यय ता अस्ति ता इति अस्ति वा तत्र अत्र करपत्रे तः इति अस्ति करपत्रे तः इति अस्ति न एतत् अनन्तरम् अनन्तरमेव भविष्यति पूर्वं पश्यतु फस्ट् लैन् प्रथमवाक्ये तु ता एव अस्ति खलु लिहयोगः ता आम् महोदय क्षम्यताम् आमाम् इदानीं किं लेडा योगः ता इति अस्ति अनन्तरं स्तुनास्तुः इति सूत्रं कार्यं करोति स्तुनास्तुः इति स्तुनास्तुः तत्र चतुर्थवर्णस्य स्थाने चतुर्थवर्णः इति नाम द अस्ति खलु टवर्गीयवर्णस्य स्थाने टवर्गीयवर्णः किं भवति तत्र योगः लेडा योगः टाटा ट किमर्थं ध खलु धकारस्य टवर्गीयवर्णः कः अस्ति भवति तर्हि लेढ योगः ढा अनन्तरं द्विवारम् आगच्छति तत्र लेडा ड इति आगच्छति अनन्तरं डकारस्य लोप अनन्तरं पूर्वस्थितस्य अन् आ इ उ इति अस्ति किं ढकारस्य लोपः केन सूत्रेण ड्रालोपे पूर्वस्य दीर्घाणः इति सूत्रेण तत्तु वदति लोपानन्तरं किं करणीयं परन्तु लोपः केन तत्र अस्ति आम् डोडे लोपः इति सूत्रेण ढकारपरे ढकार अस्ति चेत् ढकारस्य लोपः डोडे इति सूत्रेण पूर्वस्थितं डकारः एव लोपः भवति खलु जि अस्तु इदानीं प्रथमरूपम् अपि आगच्छति लेडा इति डकारस्य लोप अनन्तरं पूर्वस्थितस्य अन् आ इ उ इत्यस्य दीर्घ आदेशः भवति द्रालोपे पूर्वस्य दीर्घो नः इति सूत्रेण दीर्घो दीर्घो अणः सूत्रं किं वदति तत्र द्रालोपो अण् नास्ति खलु अत्र तदेव सूत्रं किं वदति एकं मया लिखितम् अत्र सूत्रे एव लिखितं तत्र द्राव् लोपपूर्वस्य दीर्घो अणः इति सूत्रेण उपधाय दीर्घं भवति खलु अण् कदा अण्वर्णः अस्ति चेत् अण्वर्णः नास्ति इदानीम् एकारः अस्ति लेढा नास्ति महोदय तत् त्यजतु इदानीं लिहयोगः तः अग्रमबिन्दुः अस्ति ओ अस्तु अस्तु अस्तु अस्तु अधः अस्तु तत्र दीर्घः भवति चेत् लीह् इति भवति वा सूत्रं किं भवति तत् प्रथमं वदतु अग्रे रूपं भवति द्रालोपो पूर्वस्य इति द्रालोपो पूर्वस्य दीर्घो अणः दीर्घो णः इति सूत्रेण किमस्ति चेत् तत्र उपधायाः दीर्घः भवति खलु कदा कदा निमित्तं किम् पूर्वस्य अण्वर्णः अस्ति चेत् निमित्तम् अत्र किम् अस्ति चेत् डकारलोपे कृते ढकार अनन्तरं ढकारलोपे कृते अथवा रेफपरे रेफलोपकृते तत्र लुप्त ढकार अथवा रेफात् पूर्वं यदि अण्वर्णः अस्ति अण् इत्युक्ते अयु तस्य अत्र इकारः अस्ति लिख् इति इदानीं लीह् इति भवति वा अग्रे अग्रे तत्र लिह योगः तः अस्ति अत्र अत्र तः इति कित् प्रत्ययः अस्ति अतः अत्र गुणः न भवति लिह योगः तः तत्र कोढः इति सूत्रेण लिड् योगः तः चषस्ततोर्दोधः इत्यनेन लिड् योगः डकारः भवति तदनन्तरं सुनाष्टुः इत्यनेन लिड् योगः ढः ढोढे लोपः इत्यनेन लि योगः ढः अत्र पश्यतु ढकारात् परे अस्ति ढकारपरे अस्ति अतः ढकारस्य लोपः भवति अस्मिन् अस्यां स्थित्यां ढकारात् पूर्वं यत् अण्वर्णः अस्ति नाम अत्र लिड् मध्ये इकारः अस्ति आम् इकारः अस्ति अतः तत्र दीर्घः भवति ढ्रलोपे पूर्वस्य दीर्घवर्णः इति सूत्रम् अतः लीडः इति अन्तिमरूपम् अन्तिमरूपं निष्पन्नम् अवगच्छन्ति वा आं जि तस्य प्रश्नः अस्ति वा पृच्छतु इदानीं डकारक ढकारक केन सूत्रेण भवति भवति किं किं टकारः ढकारः भवति धन्यवादः अस्तु तर्हि लीढः भवति अग्रे अग्रे डकारादि अकारान्तधातोः हकारस्य गकारः तकार तकारयोः दकारः प्रथमम् अकारस्य स्थाने तृतीयवर्णः गकारः आगच्छति तत्र किं सूत्रेण चेत् तत्र दादे धातो उदाहरणं पश्यतु दुहयोगः अस्तु दुह् योगः ति तत्र प्रथमं दोह् इति भवति तत्र उकन्दलघुपदस्य उकारस्य स्थाने गुणः भूत्वा दोह् इति भवति अनन्तरं ति इति अस्ति इदानीं तत्र दोह् इति भवति तत्र हकारस्य स्थाने गकारः आगच्छति दादेर् धातोर् गः इति सूत्रेण इदानीं दोह् इति भवति अनन्तरं दोह् योगः ति इति अस्ति दोह् योगः दि इति अस्ति जशस्ततोर् दोर्धः इति सूत्रेण तकारस्य स्थाने दि इति ति इति स्थाने दि भवति इदानीं दोह् योगः दि अस्ति तत्र दोह् योगः दि अस्ति इदानीं संयोजनेन दोग् दि इति अन्तिमरूपम् न दोः योगः दि मध्ये गकारः केन सूत्रेण भवति गकारः जलां जष्टसि जलां जष्टसि अस्तु तर्हि दोग्धि इति भवति अग्रे अग्रे अस्तु अग्रे दुःख मुख स्नुख् स्निख् इत्येषां वा हकारस्य गकारः तकारतकारयोः दकारः वा दुःख् मुखश्नु मुखश्नु अश्नु हाम् अश्निहां जशस्तदोर्दोर्दः जलां जश् जशि तत्र एतत् सूत्रेण तत्र गकारः अभावे हकारस्य स्थाने डकारः तत्र लोपः भवति तर्हि अत्र दृढमुह स्नुः स्निः अत्र वा दृढमुह स्निः स्निः इति अस्ति सूत्रं किं वदति विकल्पेन एकस्मिन् पक्षे भवति घकारः तत्र अन्यस्मिन् पक्षे ढकारः इति भवति तर्हि द्रुहयोगः ता इति अस्ति द्रोहयोगः ता भवति एकस्मिन् पक्षे घकारः भवति द्रोहयोगः ता तदनन्तरं द्रोभयोगः था द्रोब्धा अन्यस्मिन् पक्षे यत्र ढकारः भवति तत्र किं भवति द्रोढयोगः ता तदनन्तरं श्रूयते खलु द्रोढयोगः ता तदनन्तरं द्रोढयोगः था तदनन्तरं स्तुनाष्टुः इत्यनेन द्रोढयोगः ढा ढोढे लोपः इत्यनेन द्रोढा ते रूपद्वयं भवति द्रोढा द्रोब्धा आगच्छन्ति खलु किञ्चित् किञ्चित् वदतु मया उक्तं रूपद्वयं भवति द्रोब्धा द्रोढा इति सर्वे आगच्छन्ति वा रूपद्वयं कथं भवति मीना महोदय अवगच्छति वा अवगच्छामि महोदय अहं वदामि महोदय दृह् दृह् तदनन्तरं द्रोः योगता तदनन्तरं अन्यपक्षं द्रोड् योगः ता तदनन्तरं द्रोड् योगः श्रुनाष्टुः वा द्रोढा वा द्रोढा तदनन्तरं अन्यस्मिन् पक्षे द्रुह्योगता द्रोह्योगता अत्र दादेर् दादेर् दादोर्गः इति द्रोग् योगः ता तदनन्तरं वा दृगमुद स्नुः स्निहाम् इति सूत्रेण हकारः डकारः भवति वा घकारः द्रोग् तावदेव खलु जि द्रोग्योगः ता तदनन्तरं द्रोग्योगः तत्र एव दादेर्भव द्रोग्योगः ता अग्रे किं द्रोग्योगः तकारः मूर्धन्य धकारः भवति मूर्धन्य धकारः भवति खलु दन्त्यधकारः दन्त्यधकारः मूर्धन्यधकारः भवति वा किल केन सूत्रेण मूर्धन्यधकारः भवति द्रोग् द्रोग् धा भवति धा इति दन्ते अस्ति मूर्धन्य नास्ति जलां जश् जशि इति सूत्रेण वा द्रोग् इति झषस्ततोधोधः इति सूत्रेण खलु एतत् अनन्तरम् एतत् अनन्तरं इति सूत्रेण झषस्ततोर्धोधः इति सूत्रेण सूत्रेण धकारः मूर्धन्य नास्ति महोदय, धकारदन्ते अस्ति, तवर्गीयवर्णः अस्ति खलु, अल्पप्राणः महाप्राणः, महाप्राण परन्तु दन्त्य, मूर्धन्य तु नास्ति, दवर्गीय नास्ति खलु, मूर्धन्य तत्र नास्ति, महाप्राण द्रोग् धा, तदनन्तरं झलां झषि इति द्रोग्धा पुनरपि वदतु महोदय. न द्रोग्धा झषस्ततुर्धोदः इति द्रोग्धा, तदनन्तरं झलां झषि इति तृतीयवर्णः द्रोग्धा. अत्र द्रोग्धा कथं भवति महोदय? झषस्ततुर्धोदः खलु. अस्तु अग्रे विजि महोदय अग्रे पठतु. सहगः केवलं पठामि पठामि महोदय, विवरणं दातुं न शक्यः. इति धातोः इह् इट् लोपः तकार तकारयोः डकारः अ आ सामान्यं योगः सहि वहोरोधवर्णस्य. भगिनी अत्र आ ओ नास्ति वा? आ ओ ह्रस्व ओ एव स पठामि महोदय. महोदय भवत्याः ध्वनिः भग्ना भवति मध्ये मध्ये. सः योगः तुमन् सः सः योगः तुमन् सः योगः तुम् हलो विजि महोदय भग्नः भवति प्रायः. नेट्वर्क् प्राब्लम् अस्ति जि अत्र. अस्तु तर्हि सः योगः तुं तत्र प्रथमं किं भवति, हकारस्य किं भवति? दकारः. विजि महोदय आगच्छति वा? नास्ति. हकारस्य ढकारः भवति केन सूत्रेण? किञ्जि किञ्जि होडः इति सूत्रेण हकारस्य ढकारः भवति. षड्योगः तुम् तदनन्तरम् अग्रे किं करणीयं? तकारस्य धकारः केन सूत्रेण? इति सूत्रेण षड्योगः धुम् तदनन्तरं धकारस्य ढकारः भवति केन सूत्रेण? अत्र एव अस्ति खलु सहि सहि रोद धकारस्य ढकारः भवति प्रथमं केन सूत्रेण? तदनन्तरं धकारस्य लोपः केन सूत्रेण? एकवारं धोडे लोपः इति सूत्रेण ढकारस्य लोपः भवति, तदनन्तरं कानि कानि कार्याणि भवन्ति इति अस्माभिः द्रष्टव्यं. तर्हि एकसूत्रमस्ति ढ्रलोपे पूर्वस्य दीर्घोणः, नाम ढकारस्य लोपः भवति तस्मात् पूर्वं यदि अण् इति वर्णः अस्ति चेत् अ इ उ तस्य दीर्घत्वं भवति, दीर्घत्वं भवति, तर्हि सामान्यतया दीर्घत्वं लीढः इति अस्ति. परन्तु यदि सः अथवा वः इति धातुः अस्ति, सः वः मध्ये अपि किमस्ति, ढकारात् पूर्वम् अण्वर्णः अस्ति खलु, स ढ अकारः अस्ति, व ढ अकारः अस्ति, अण्वर्णः अस्ति, परन्तु तत्र ढलोपे पूर्वस्य दीर्घवर्णसूत्रं कार्यं न करोति, अपवादरूपेण सहि वहो रोदवर्णस्य इति सूत्रं कार्यं कृत्वा तत्र दीर्घत्वं न भवति परन्तु ओकारत्वं भवति तर्हि सयोगः ढुम् तत्र साढुम् इति न भवति परन्तु सोढुम् इति भवति तथैव वोढुम् इति भवति इति सहीवहो रोदवर्णस्य इति सूत्रं झलोपे पूर्वस्य दीर्घवर्णसूत्रस्य अपवादः इति अस्ति अवगच्छन्ति खलु ओढुम् ओढुम् इत्युक्ते तत्र सम्प्रसारणं वा ओढुम् ओढुम् ओढुम् अस्ति खलु सोढुं विजिमहोदय आगच्छति वा विजिमहोदय अस्ति वा विजिमहोदय अग्रिमसूत्रमस्ति डर्लोपे दीर्घ विजिमहोदय न श्रूयते वा महोदय न इदानीं श्रूयते भवत्याः अवगतं खलु सहीवहोरोदवर्णस्य इति सूत्रं पठामि वा महोदय न सूत्रं भवत्या अवगतं न वा अवगतं महोदय अस्तु अग्रे न नः धातोः श्रूयते वा महोदय नः धातोः इद् तकारथकारयोः धकारः नहो धः जषस्थो धो धः जलां जष् जषि एतानि सूत्राणि कार्यं करोति नः योगः था नहो दह इति सूत्रेण हकारस्थाने धकारः आदेशः केन सूत्रं नहो दह इति सूत्रमस्ति खलु नहो दह इति सूत्रमस्ति खलु तर्हि नः धातुः अस्ति चेत् हकारस्य धकारः भवति तर्हि नध् योगः ता नध् योगः ता अग्रे अग्रे दिशस्तोर्धोधः इति सूत्रेण नध् योगः धा विजिमहोदय भवत्याः ध्वनिः न आगच्छति तर्हि नध् योगः धा तदनन्तरं जलां जजसि इत्यनेन दकारः भवति दद्धा इति महोदय भवत्याः भग्ना इदानीं श्रूयते परन्तु भग्ना अस्ति जलां जसि इति सूत्रेण नद्धा नद्योगः धा नद्धा इति भवति तदनन्तरं सि पठामि वा अन्य कोऽपि एकनिमिषम् एतावत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा न महोदय अग्रे अग्रे सि अहं पठामि वा महोदय पठतु अग्रे कण्ठशः प्रत्येकं विभागं परिशीलयते वर्गस्य प्रथमः द्वितीयः तृतीयः वर्णः प्राक् अपि इच् इत् उत् वा महोदय गच्छति न श्रूयते तस्याः अस्तु तर्हि मलर् महोदय पठतु आम् महोदय वर्गस्य प्रथमः द्वितीयः तृतीयः वर्णः प्राक् अपि अपि च सवर्ग सवर्ग वा परे चेत् करि च धातोः अन्तिमवर्णः वर्गस्य प्रथमः द्वितीयः तृतीयः वा चेत् अपि च प्रत्यहारो स स वा चेत् सत्त्वसन्धि करोतु करी च करि च जलः स्थाने चलादेशो भवति करि परे करि सप्तम्यन्तं च अव्ययपदं द्विपदं सूचितं सूत्रं जला दश दशि इत्यस्मात् दश जला इत्यस्य अनुवृत्तिः अभ्यासे गच्छ इत्यस्मात् गच्छ इत्यस्य अनुवृत्तिः तयोर्वियोगासि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जलां च करि च संहितायां वयं जानीमः परिक्तं सूत्रमस्ति झल् वर्णपरे यदि खर् प्रत्याहारस्य वर्णः अस्ति तर्हि झल् स्थाने चर् भवति नाम प्रथमवर्णः भवति अस्तु अग्रे वयं जानीमः यत् करि च इत्यनेन कर् त त द परे अस्ति चेत् पूर्वतनवर्गीयव्यञ्जनस्य प्रथमसदस्य आदेशः झट् आदेशो भवति यत्र सा प्रथमो द्वितीय तृतीयो वा वर्णो अस्ति अपि च परे त त वा अस्ति तत्र अस्माकं प्रथमं कार्यं शक्तुम् एव चतुर्थो वर्णः चेत् कार्यं भिन्नं तत् अनन्तरम् अवलोक्यायाम अत्र क्रमेण सर्वान् वर्णान् परिशीलयाम करीच इत्यनेन करीच इत्यनेन प्रथम आदेशो भवति यथा सषक् योगः ति सषक् योगः ति सशक्ति सषक् योगः तः सषक् योगतः सशक्तः लेख योगहति परिचय इत्यनेन कारः लेख योगहति लेलेति लेख योगहतः लेलक् योगहतः लेलेक्तः सात्वं योगहति सात्वं योगहति सात्वं ति सात्वं योगहतः सात्वं योगहतः सात्वं तः च वर्गस्य अरे कवर्गीयवर्णः क ख ग अस्ति चेत् किमपि नास्ति केवलं खरीच इत्यनेन क ख ग स्थाने क इति भवति प्रथमवर्णः अस्तु इदानीं चवर्गीयवर्णः अस्ति चेत् किं करणीयं मीना महोदय पठतु चकार जकारयोः सामान्यं च ज क भवति चोक्कुः करीच ऋञ्च् ऋञ्च् योगः तः चोक्कुः इत्यनेन कुत्वं भवति ऋञ्च् चकारः ककारः भवति ऋङ्क् योगः तः ऋङ्क्तः ऋञ्च् योगः ठः चोक्कुः इत्यनेन कुत्वं ऋङ्क्तः ऋङ्क्तः भवति भुञ्ज् योगः तः चोक्कुः इत्यनेन कुत्वं जकारः गकारः भवति भुङ् तः खरि च भुङ्क् तः तदनन्तरं भुङ्क् तः भुङ्क्तः भञ्ज् तः चोक्कुः इत्यनेन कुत्वं अत्र भञ्ज भुञ्ज् योग भुङ् अत्र भुङ्क् यक्तः अत्र भञ्ज् भवितव्यम् अत्र तः करि च भुङ्क् धातु भुञ्ज् अस्ति खलु अत्र अग्रे अपि भुञ्ज् एव अस्ति भुञ्ज् एव भुङ्क् तत्र प्रथमं भुञ्ज् इति अस्ति चेत् भञ्ज् इति अस्ति खलु भगिनि तत्र भुञ्ज् भुञ्ज् अस्ति तत्र दोषः अस्ति दोषः अस्ति अत्र भञ्ज् भवितव्यं तत्र वा भुञ्ज् भवेत् भुञ्ज् भुञ्ज् योगतः भुञ्ज् योगतः भुङ्क् योगतः अत्र दोषः भवति करि च इति सूत्रे भुङ्क्तः भुङ्क्तः भुङ्क् भुङ्क् भुङ्क्तः चोक्कुः चवर्गस्य स्थाने कवर्गादेशो भवति झरि पदान्ते च चोः षष्ठ्यन्तं कुः प्रथमान्तं द्विपदमिदं सूत्रं जलोः जलि जलौ झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः स्को संयोगान्तयो संयोगाद्योरन्ते च संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः अनुवृत्ति पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं चो कुः जलि पदस्य अन्ते च चो कुः करि च सूत्रद्वयम् अत्र अस्ति. पठामि वा? तर्हि चोः पुः चवर्गीयवर्णस्य कवर्गीयवर्णः भवति कदा झलादिपरे अथवा झल्परे अथवा पदस्य अन्ते. अग्रे ब्रश्च ब्रश्च सृज मृज यज राज ब्राज इति चवर्गान्तदातवः चेत् षकाराशो भवति. उपरितनेषु विशिष्टोक्तेषु धातुषु अन्यतमश्चेत् षकारादेशो भवति. तदा स्तुनास्तुः इत्यनेन प्रत्ययादौ तकारस्थाने ठकारः अपि च तकारस्थाने ठकारः. यदा यायज् योगः ती पृश्च पृश्च सृजमज यजराज चशांशः इत्यनेन षत्वं यायष् योगः ति शृणाष्टुः इत्यनेन ष्टुत्वं यायष्टि. ब्रश्च ब्रश्च इति धातोः अन्ते संयोगः अस्ति अपि च संयोगस्य प्रथमसदस्य सकारः अतः स्कोः संयोगाद्यान्ते च इत्यनेन इत्यनेन सकारस्य लोपो भवति. देयं यत् वाव्रश् धातोः उपधायां यः षकारः सः मूले सकारः. तदा स्तोश्चुनाश्चुः इत्यनेन चकारस्य प्रभावेन सकारस्य श्रुत्वेन षकारः जातः. मूले सकारः इति कारणतः स्कोः संयोगान्त्ये च इत्यनेनस्य प्रसक्तिरस्ति. तत् सम्यक्तया न अवगतं मया. किं न अवगतम् इति एव भवत्याः पूर्वमेव पठितं खलु. व्रश्च मध्ये भवत्या एव उक्तं खलु. व्रश्च मध्ये वस्तुतः सकारः अस्ति. सकारः अर्थश्चुत्वस्य श्रुत्वात् तत्र सकारः भवति. परन्तु मूले सकारः एव अस्ति. मूले सकारः आसीत् वा? व्रश्च धातुः अस्ति खलु. तर्हि व्रश्च योगः ति मध्ये स्कोः संयोगाद्युरन्ते च इति सूत्रेण सकारस्य लोपः भवति. व्रच् योगः ति तदनन्तरं व्रश्च व्रश्च सूत्रेण व्रश् योगः ति तदनन्तरं वृष्टि वावृष्टि इति वस्तुतः अस्ति. व्रश्च वावृश्च वावृश्च तर्हि परन्तु धातु इति कोऽपि वदति चेत् किम् अस्ति वावृश्च तत्र स्तोः शुनाश्चुः इत्यनेन षकारः भूत्वा धातु भवति वावृश्च. परन्तु इदानीम् अन्यप्रक्रिया अस्ति वावृश्च योगः ति. अत्र प्रथमं वस्तुतः ति इति अस्ति. तर्हि स्कोः संयोगाद्योरन्ते च इति सकारः अस्ति. स्तुनाश्चुः तु अग्रे आगच्छति परन्तु वस्तुतः मूल्यसकारः अस्ति. अतः वावृश्च योगः ति मध्ये स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः भूत्वा वावृच् योगः ति. तदनन्तरं वृश्च भ्रश्च इत्यनेन वावृश् योगः ति. तदनन्तरं वावृष्टि अष्टुनाष्टि जी. अत्र प्रथमसदस्य तत्र मीनामहोदय किम् अत्र ब्रश्च ब्रश्च सृज मृजय च मृज राज इच्छशांशः सूत्र ब्रश्च इति उक्तं प्रतिपदम् उक्तं किमर्थं स्को संयोगान्त्योरन्ते च आवश्यकं तत् सूत्रम्? न आवश्यकं चेत् शकारस्य लोपः कथं भवति? व्रश्च सूत्रं वदति अन्ते चकारस्य स्थाने शकारः, खलु? व्रश्च तत्र चकारात् पूर्वं यत् चकारः अस्ति तस्मिन् विषये किमपि न वदति। व्रश्च किं वदति? व्रश्च धातोः मूर्धनशकारः भवति, खलु? परन्तु कस्य वर्णस्य आदेशः भवति? अलोङ्क्यस्य, खलु? चकारस्य भवति। अवगच्छति वा? व्रश्च सूत्रं भवति, व्रश्च धातु अस्ति चेत् मूर्धन्यशकारः भवति। सूत्रं न वदति कस्य स्थाने शकारत्वं करणीयं, तत् कथं जानीमः? अलोङ्क्यस्य अन्तिमवर्णस्य स्थाने शकारः भवति, अतः व्रश्च मध्ये चकारस्य स्थाने शकारः भवति। तत्र चकारात् पूर्वं यः शकारः अथवा सकारः अस्ति तस्य विषये किमपि न वदति सूत्रम्। तस्मात् स्को संयोगान्ते लोपः च अवश्यं वा? अवश्यमस्ति। अतः प्रथमं स्कोः संयोगाद्यन्ति च इत्यनेन सकारस्य लोपः, अग्रे व्रश्च अग्रे ष्टुनाष्टु वा व्रच् योगति वा व्रश् योगति वा व्रश् योगः थि वा व्रष्ठि तथैव वा व्रश्च योगः थ मध्ये किं भवति महोदय? न श्रूयते। अग्रे वा व्रश्च योगः थ वा व्रश् योगः थः को संयोगान्ते च स शकारः लोपो वा इत्यनेन स लोपः वा व्रच् योगः तः व्रश्च व्रजसृजभृजयदे वादर्शसांशः इत्यनेन षत्वं वा व्रश् तः ष्टुनास्तुः वा व्रष्टः। स्को संयोगान्ते लोपः भवितव्यं वा? संयोगः अस्ति खलु, अपि च संयोगः प्रथमसदस्य सकारः अस्ति मूलतः, अतः सूत्रं कार्यं करोति। षत्वं कुत्र भवति इति न उक्तं तस्मात् कारणेन। न षत्वं तु मूले सकारः भवति। मम प्रश्नः अस्ति, वा वस्तुतः धातु अस्ति वा व्र स च, परन्तु सकार इति स्थित्यां न स्थातुं शक्नोति, खलु? अतः केवलं कोऽपि धातुः पृच्छति चेत् झटिति स्तुतोः सुनाशुः इति कारणेन शकारः भवति, अतः धातुः भवति वा व्रश्च। परन्तु इदानीं प्रक्रियायां वा व्रश्च योगः ति एव मूले यः अस्ति तदेव स्वीकरणीयं, वा व्रश्च योगः ति। इदानीं स्कोः संयोगाद्वरन्ति च तस्य प्रसक्तिः अस्ति, वा व्रश्च मध्ये स्कोः संयोगाद्वरन्ति च तस्य प्रसक्तिः अस्ति वा धातु मध्ये? नास्ति, यतोहि धातु तत्र पदं नास्ति, खलु? अपि च तस्य तस्मात् अग्रे झल्वर्णः नास्ति, अतः धातु मध्ये स्कोः संयोगाद्वरन्ति इति प्रसक्तिः न भूत्वा श्चुनाश्चुः इत्यनेन वाव्रश्च भवति। परन्तु इदानीं वाव्रश्च योगः ति मध्ये झल्परे अस्ति, अतः स्कोः संयोगाद्वरन्ति इति सूत्रं कार्यं करोति, अपि च स्तोः श्चुनाचुः इति सूत्रस्य अपेक्षया पूर्वसूत्रमस्ति, अतः पूर्वतसिद्धम् इति कारणेन प्रथमं स्कोः संयोगाद्वरन्ति च कार्यं कृत्वा सकारस्य लोपः भवति वाव्रच् योगः ति। इदानीम् आगच्छति वा? तथैव वाव्रच् योगः ति मध्ये वाव्रष्टि, वाव्रश्च योगः थ मध्ये वाव्रष्टः, तथैव पुनः वाव्रज्ज अत्र अपि सकारस्य लोपः भवति स्कोशयोगाद्यन्ते च, अतः वाव्रज् योगः ति वाभ्रष्टि वाभ्रष्टः, यायजोगः ति यायष्टि यायष्टः, राराजोगः ति राराष्टि राराष्टः, बाभ्राष्टि बाभ्राष्टः इति। तर्हि आगच्छन्ति वा? आं महोदय. इदानीं मृज् धातुतः अग्रे पश्यामः. इदानीं पर्यन्तं कस्य प्रश्नः अस्ति वा? समयः समाप्तः अस्माकम्. एकवारं पुनः पठतु सर्वे करपत्रं. तत्र पश्यतु केचन कानिचन सूत्राणि विहाय पुनः पुनः सूत्राणि आगच्छन्ति. चोहपुः, खरी च, जलाम्ज, चषि, होडः, व्रश्च व्रश्च, सर्वत्र पुनः पुनः आगच्छन्ति. अतः तत्र मनसि स्थापयतु, स्थापयन्तु सूत्राणि. आत्मनि मनसि अपि आत्मनि स्थापयतु. वा व्रश्च योगवति, अनन्तरं वा ब्रज्, एतत् द्वे तत्र स्कोः संयोगान् संयोगाद् एतदेव कार्यं करोति. अनन्तरं या यज् राराज् अनन्तरं बाब्राज् एतत् सर्वं तत्र वृक्षभ्रश्च एतत् आम् आम् आम् अतः एव. अस्तु, तर्हि प्रश्नः अस्ति वा? नास्ति चेत् नास्ति जि. धन्यवादः, शुभरात्रिः. धन्यवादः, धन्यवादः, धन्यवादः महोदय. धन्यवादः महोदय.